पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 128 वसिष्ठ उवाच कथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम् अधुनाहं प्रवक्ष्यामि माघस्नानस्य यत्फलं सर्वक्रतुवरिष्ठं तु सर्वदानफलप्रदं सर्वव्रततपस्तुल्यं माघस्नानं परन्तप स्नानेन माघस्य विशुद्धमनसा पितॄन् दिविस्थाप्य कुलद्वयस्य वै स्वर्गं प्रयान्ति स्वयमुज्ज्वलानना वरैर्विमानैरुचिरैश्च कामगैः ये मानवाः पापकृतोऽपि सर्वदा सदा दुराचाररदा विमार्गगाः स्नात्वा हिमाखे हरिमर्चयन्ति ये मुञ्चन्ति तेऽपीह महाखसञ्चयम् सत्येन हीनाः पितृमातृदुःखदा ह्यनाश्रमास्था कुलधर्मवर्जिताः ये दाम्भिकास्तेऽपि नराः सदां गतिं स्नानैः प्रयान्त्यत्र हि माघसम्भवैः पुण्येषु तीर्थेषु च माघमास्ये स्नानं नराणामतिदुर्लभं भुवि तस्माद्यदो ब्रह्मविदां पदं नरैः सम्प्राप्यते नात्र विचारणा मम माघे तपोदान जपप्रसेवनं स्थानं हरे पूजनमक्षयं नृप तस्माद्यथा शक्रि नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्न काञ्चनम् माघेन्न दादामृतपः सुरालये हेम्नश्च दादा बलभित्समीपगा दीपाग्निवासांसि ददन्नरः सदा सूर्यस्य लोके वसति प्रभामयः यज्ञैः सुदानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचार्यार्चन योगसेवया शुद्धा भवन्तीह तथा न पापिनस्नानैर्यथा पुण्यभवैस्तु माखजैः दुःखौकसन्तप्तिमसह्ययातनां याम्यां नदे यान्त्यपि पापकारिणः ये माखमास्ये वरतीर्थमज्जनं कुर्वन्ति चार्धोदित सूर्यमण्डले स्नात्वा च माके हरिमर्चयन्ति ये स्वर्गच्युदा भूपतयो भवन्ति भव्याः सुरूपाः सुभगाः प्रियं वदा धर्मान्विदा भूरि धनाशतायुषः दीप्तानले काष्ठचयो यथाहुतो भस्मावशेषो भवदीह तत्क्षणाद् स्नानेन माघस्य तथा विलीयते क्षुद्रोऽपि पापौकमहाखसञ्चयः कायेन वाचा मनसापि पातकं ज्ञातं यदज्ञातमलङ्कृतं नरैः स्नानं च माघे वरतीर्थसम्भवं सर्वं दहद्विष्णुरिवाशु हृद्गदः सम्भुज्यमानाकफलं हि पार्थिवप्रमाददोऽपीह नृणां कदाचन स्नानं हि माघस्य यतः प्रसज्यते तदैव तत्सङ्क्षयमेदि निश्चितम् गन्धर्वं कन्या पृथिवी शशापजं सम्भुज्यमानाकफलं दुरत्ययं स्नानाद्विमुक्ता खलु माख मासजाद्वाक्यात् पुरा लोमसजादमद्भुतम् सूद उवाच श्रुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपङ्कजं श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसं भगवन् ब्रूहि कन्याभिशापो ह्यभिगधकुतः कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः कथं लोमशवाक्येन विपाकाश्चापसम्भवाद् विमुक्ता कुत्र तासस्नुर्मासं ता कदिसङ्ख्यया वसिष्ठ उवाच श्रूयदां राजशार्दूल धर्मगर्भां कथां परां यथा रणिर्वह्निगर्भा धर्मसूर्वह्नि सूरिव गन्धर्वसुखसङ्गीतिस्तस्य कन्या प्रमोदिनी सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च इमानि वरनामानि तासामप्सरसां नृप कुमार्यः पञ्च सर्वास्ता वयसा सुसमाः पुनः चन्द्रादिव विनिष्क्रान्ताश्चन्द्रिकेव समुज्ज्वलाः चन्द्राननाः सुकेशिन्यश्चन्द्रामृतरसाधराः नेत्रेष्वानन्दकारिण्यः कौमुदी कुमुदेष्विव लावण्यपिण्डसम्भूताश्चारुरूपा मनोहराः उद्भिन्नकुजकुम्भिन्यः पद्मिन्य इव माधवे उन्मील्य यौवनं कान्तं वल्लीव नवपल्लवैः हेम गौराश्च हेमाभा हेमालङ्कारभूषिताः हेम चम्पकमालिन्यो हेमच्छिविषु वाससः स्वरग्रामावलीहासु विविधा मूर्च्छनासु च तालदानविनोदेषु वेणुवीणाप्रवादने मृदङ्गनादसम्भिन्नं लास्यमार्गलवेषु च चित्रादिषु विनोदेषु कलासु च विशारदाः एवं भूतास्तु ता कन्या मुमुहुः क्रीडने वने पितृभिर्लालिता सत्यश्चेरुश्च धनदालये कौतुकादेकदा पञ्च मिलित्वा मासि माधवे कन्यामन्दारपुष्पाणि विचिह्नन्त्यो वनाद्वनं गौरीं समाराधयितुं वराङ्गना कदाचिदच्छोदसरोवरं ययुः हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह वैडूर्यशुद्धस्फटिकाच्छविद्रुमे स्नात्वा तडागे परिधाय चाम्बरम् मौनेन च स्तण्डिलपिण्डिकामयी स्वर्णस्य सिक्ताभिरुमां विनिर्ममुः समर्चितां चन्दनचन्द्रकुङ्कुमैरभ्यर्च्य गौरीं वरपङ्कजादिभिः नानोपचारैश्च सुभक्तिभावितास्तालप्रयोगैर्न मृदुः कुमारिकाः गान्धारमाश्रित्य वरं स्वरं तदो गेयं सुदारध्वनिभिः सुमूर्च्छितं येणीदृशस्ता प्रजगुः कलाक्षरं चारुप्रबन्धम् गतिभिस्तु सुस्वरं तस्मिन् सुनादे रसवर्षहर्षदे कन्यास्वलं निर्भरनृत्यवृत्तिषु अच्छोदतीर्थप्रवरे तदा गतस्नातुं मुनेर्वेदनिधे सुदाग्निपः रूपेण निःसीमतरो वराननसरोज पत्रायदलोचनो युवा विशालवक्षा सुभुजोदि सुन्दरश्यामच्छभिक्काम इवापरो हि सः सब्रह्मचारी सशिखो विराजदे दण्डेन युक्तो धनुषैव मन्मथः येणाजिनप्रावरणसुसूत्रधृग्भेमाभमौञ्जी कडिसूत्रमेकलः तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तडे जहर्षु कौतुकाविष्टाः कोऽयं नो नयनातिथिः संत्यक्तनृत्यगीतास्तास्तस्या लोकनतत्पराः हरिण्यो लुब्धकेनेव विद्धा कामेन सायकैः पश्य पश्येदि जल्पन्त्यो मुग्धा पञ्जसु सम्भ्रमं तस्मिन् विप्रवरे यूनि कामदेवभ्रमं ययुः पुनः पुनस्तमभ्यर्च्य नयनै पङ्कजैरिव पश्चाद्विचार मायासुस्ताश्च कन्याः परस्परं यद्ययं कामदेवो हि रदिहीनकथं व्रजेद अथायमश्विनौ देवौ तौ नूनं युक्मचारिणौ गन्धर्वखिन्नरो वाध सिद्धो वा कामरूपधृक ऋषिपुत्रोऽथवा कश्चित् कश्चिद्वा मानुषोत्तमः अस्तु वा कश्चिदेवायं धात्रा सृष्टो हिनः कृते यथा भाग्यवदामर्थे निधानं पूर्वकर्मभिः तथास्माकं कुमारीणां गौर्यानीदो वरोत्तमः करुणाज्जलकल्लोल प्लवार्द्रीकृतचित्तया मया वृतस्त्वया चायं त्वया वृतस्तथा मया एवं पञ्चसु कन्यासु वदन्तीषु नृपोत्तम श्रुत्वा तद्वदनं तत्र कृत्वा माध्याह्निकी क्रियाः आलोच्य हृदये सोऽपि विघ्नमेतदुपस्थितम् ब्रह्मविष्णुगिरिशादयः सुरा ये च सिद्धमुनयः पुरातनाः तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतं योषितां नयनतीक्ष्णसायकैर्भ्रूलता सुदृढचापनिर्गतैः धन्विनामकरकेतुना हदकस्य नोपददिहा मनो मृगः तावदेव नयधीर्विराजते तावदेव जनता भयं भजेत तावदेव दृढचित्तदा भृश्यं तावदेव गणनाकुलस्य च तावदेव तपसः प्रगल्भदा तावदेव यमधारणं नृणां यावदेव वनिदेक्षणबाणैर्मोहयां त्युरुमदैर्न मानुषाः मोहयन्तु मदयन्तु रागिणां योषिदसुललितैर्मनोहरैः मोहयन्ति मदयन्ति मामिमं धर्मरक्षणपरं हि कैर्गुणैः मांसशुक्रमलमूत्रनिर्मिते योषिदां वपुषि निर्घृणेषु च कामिनश्च परिकल्प्य चारुतां मारमन्दु सुविमूढचेतसः दारुणो हि परिकीर्तितोऽङ्गना सन्निधिर्विमलबुद्धिभिर्बुधैः यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहं समीपं तस्य यावद्धि नागच्छन्ति वराङ्गनाः वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः तस्य योगबलाद्भूप गदस्यादर्शनं तदा दृष्ट्वा तदद्भुतं कर्म ऋषिपुत्रस्य धीमतः वित्रस्तनयना बालाः कुरङ्ग्य इव कादराः सम्भ्राद नयनशून्या ददृशुस्ता दिशो दश इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः दृष्टोऽप्यदृष्टरूपो भूदित्युच्युश्च परस्परं व्याप्तं दुहृदयं दासां सदैव विरहाग्निना ज्वलदावानलेनेव सुस्निग्धं सान्द्रकाननं त्यक्त्वैन्द्रजालिकीं विद्यां कान्तदर्शयसत्वरं स्वात्मानं नो मनोयुक्तं प्राग्रासे मक्षिकोपमम् आकष्टं दर्शिद कस्माद्धात्रा त्वं कटितः पुनः ज्ञातं महानु सन्तापहेदोर्नस्त्वं विनिर्मितः कच्चित्ते निर्दयं चेदः कच्चिदस्मासु नो मनः कच्चिद्धूर्तोऽसि हे कान्द कच्चिन्मुष्णासि नो मनः कच्चिन्न प्रत्ययोऽस्मासु कच्चिदस्मान् परीक्षसे कच्चिन्नर्म कलाशीलः कच्चिन्माया विशारदः कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवं कच्चिन्निष्क्रमणोपायम् न जानासि कुतः पुनः कच्चिद्विनापराधं तु त्वमस्मासु प्रकुप्यसे कच्चिद्दुःखं विजानासि परेषां विप्रलम्भजम् त्वद्दर्शनं विना नूनं हृदयेश्वरसाम्प्रतं न जीवामोध जीवामः पुनस्त्वद्दर्शनाशया अस्मांश्च नियतां तत्र यत्र शीघ्रं गतो भवान् त्वद्दर्शनहरो धाता व्यदधादङ्गुरच्छिदं सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा पर्यन्तं न प्रपश्यन्ति सर्वथा सज्जना जनाः इत्थं विलप्यथा कन्या प्रदीक्ष्य च बहुक्षणं पितुर्भिया गृहं गन्तुं शीघ्रमारेभिरे गतिं तत्प्रेम निकटैर्बद्धा भृशं विरहविक्लवाः कथं चिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमागताः आगत्य पतिता सर्वा जलयन्त्रसमीपतः किमेतन्मातृभिः पृष्ठाः कुतः कालात्ययोऽभवत् कन्या ऊजुः क्रीडन्त्य किन्नरीभिस्तु सार्धं सङ्गीतकं मुदा संस्थितास्तेन न ज्ञातं दिवसादि सरोवरे पदिश्रान्ता वयं मादसन्तापस्तेन नस्तनौ मोहेन महदा वक्तुं न केनाप्युत्सहामहे इत्युक्त्वा लुलुढुस्तत्र मणिभूमौ कुमारिकाः आकारं गोपयन्त्यस्ता मुग्धा जल्पन्दिमातृभिः काचिन्नर्तयति क्रीडामयूरं न मुदा तदा न पाठयति तं कीरं पञ्चरेण्या कुतूहलाद लालयेन्न कुलं नान्या नोल्लासयति सारिका अपरातीव सम्मुग्धा नैव क्रीडति सारसैः भेजिरेण विनोदांस्था रेमिरे नैव मन्दिरे ऊचिरे बान्धवैर्नालं वीणावाद्यं न चक्रिरे कल्पद्रुमप्रसूनं यद्रसवत्तु सुधोपमं मन्दारकुसुमामोदि न पपुर्मधुरं मधु योगिन्य इव ता कन्या नासाग्रण्यस्थलोचनाः अलक्ष्यध्यानसन्तानाः पुरुषोत्तममानसाः चन्द्रकान्तमणिच्छन्ने स्रवद्वादिकणद्रवे क्षणं वादायने स्थित्वा जलयन्त्रे क्षणं क्षणाद रचयन्ति क्षणं शय्यां दीर्घिकां भोजिनीदलैः वीज्यमाना सखीभिस्ता शीतलै कदलीदलैः युद्धं युगसमां रात्रिं मन्वानास्तावरस्त्रियः कथं चिद्धिरदां कृत्वा विह्वला सज्वरा इव प्रादर्व्योममणिं दृष्ट्वा मन्यमानास्वजीवितं विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गदाः स्नात्वा तेन विधानेन पुष्पैर्धूपैर्यथा तथा विधाय पूजनं देव्या गायन्त्यस्तत्र तास्थिताः एतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः पित्राश्रमपदात् तस्मादक्षोदे च सरोवरे मित्रं दृष्ट्वैव रात्र्यन्ते नलिन्य इव कन्यकाः उत्फुल्लनयना जादास्तं दृष्ट्वा ब्रह्मचारिणं गत्वा तदैव सा कन्याः समीपं ब्रह्मचारिणः सव्यापसव्यबन्धेन भुजपाशं च चक्रिरे गतोऽसि धूर्त पूर्वेद्युर्गन्तुमद्यनशक्यसे पृतस्त्वं नूनमस्माभिर्नात्र तेस्तु विचारणा इत्युक्तो ब्राह्मणप्राहप्रसन्बाहुपाशगः युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः प्रथमाश्रमनिष्ठस्य किन्तु नाद्यापि मे व्रतम् वेदाभ्यसनशीलस्य पारं यादिगुरोकुले आश्रमे यत्र यो धर्मो रक्षणीयस्य पण्डितैः विवाहोऽयमदो मन्ये न धर्म इति कन्यकाः आकर्ण्य तस्य वाक्यानि तमोचुस्ता वचस्ततः सकलध्वनिसोत्कण्ठा कोकिला इव माधवे धर्माद्धर्धोर्धदकामकामाधर्मफलोदयः इत्येव निश्चितं शास्त्रं वर्णयन्ति विपश्चिदः सकामो धर्मबाहुल्यात् पुरस्ते समुपागतः सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं ततः श्रुत्वा तद्वचनं तासां प्राह गम्भीरया गिरा तद्यं वो वचनं किन्तु समाप्येह स्वकं व्रतम् प्राप्यनुज्ञां गुरोः सर्वं वैवाहं कर्मणान्यथा इत्युक्त्वा पुनरुचुस्ताः स्फुटं मूढोऽसि सुन्दरः दिव्यौषधं ब्रह्मरसायनं च सिद्धिर्निधे साधुकलावराङ्गनाः मन्त्रस्तथा सिद्धिरसश्च धर्मदो नेमानिषेध्या सुधिया समागताः कार्यं हि दैवाद्यदि सिद्धमागतं तस्मिन्नुपेक्षां न च यादिनीदिगः यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते सान्द्रानुरागाकुलजन्मनिर्मला स्नेहार्द्रचित्तासु गिरस्वयंवराः कन्यासुरूपाः खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेतरे क्व वयं वरसुन्दर्य क्वाचायं तापसो वधुः दुर्घटस्य विधाने हि मन्ये धादादिपण्डितः तस्मादस्मानिदानीं तु स्वीकुर्यान्मङ्गलं भवान् गान्धर्वेण विवाहेन ह्यन्यथा नो न जीवितं श्रुतवाक्यस्ततः प्राह ब्राह्मणो धर्मवित्तमः भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः धर्मश्चार्थश्च कामश्च मोक्षश्चैदश्च दुष्टयं यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलं नाकालेकं वृदि कुर्यामदो दारपरिग्रहम् न क्रियाफलमाप्नोति क्रियाकालं न वेत्ति यः यदो धर्मविचारेऽस्मिन् प्रसक्तं मम मानसं तस्माच्छृणुद हे कन्या न समीहे स्वयं वरम् एवं ज्ञात्वाशयं तस्य समीक्ष्यैताः परस्परम् करात्करं विमुच्याध जग्राहाङ्घ्री प्रमोदिनी भुजौ जग्रहदुस्तस्य सुशीलासस्वरा तथा आलिलिङ्गसुतारा च चुचुम्बे चन्द्रिकामुखं तथापि निर्विकारोऽसौ प्रलयानलसन्निभः शशापब्रह्मचारी धा क्रोधेनात्यन्तमूर्च्छितः पिशाच्य इव मां लग्नास्तत्पिशाच्यो भविष्यथ एवं तेनाशु शप्तास्तास्तं संत्यज्य पुरास्थिताः किमेतच्चेष्टितं पापः ह्यनागसि जने त्वया प्रिये कृत्ये प्रियं कृत्वा धिक्ता धर्मज्ञतां तव अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः पुंसो लोकद्वये सौख्यं नाशं यादिदिनश्रुतम् तस्मात्त्वमपि न शापात् पिशाचो भवसत्वरम् इत्युक्तो परदा बाला निःश्वसन्ध्यः क्षुधा कुलाः तदा चान्योन्यसंरम्भात्तस्मिन् सरसि पार्थिव ताक्कन्या ब्रह्मचारी स सर्वे पैशाचमागताः पिशाच्या स पिशाचश्च क्रन्दमानाः सुदारुणं क्षपयन्ति विपाकं तं पूर्वोपात्तस्य कर्मणः स्वकाले दुभलत्येव पूर्वोपात्तं शुभाशुभम् स्वच्छाया इव दुर्वारं देवानामपि पार्थिव क्रन्दन्ति पितरस्तासां मातरस्तत्र तस्य च अप्रमादश्च बालानां दैवं हि दुरधिक्रमम् तद ऊर्ध्वं पिशाचास्ते आहारार्थे सुदुःखिताः इतस्ततश्च धावन्तो वसन्ति सरसस्तटे एवं बहुतिथे काले लोमशो मुनिसत्तमः पौषे मासि चतुर्दश्यामचोदे स्नातुमागतः दृष्ट्वा तं ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः धावन्तो हन्तुकामास्ते मिलित्वा यूथवर्तिनः दह्यमानासु तीव्रेण तेजसा लोमशस्य च असमर्थाः पुरस्थातुं सर्वे ते दूरतस्थिताः तत्र वेदनिधिर्विप्रस्तदैव हि समागतः समीक्ष्य लोमशं राजन् साष्ठाङ्गं प्रणिपत्य सः उवाच सूनृतां वाचं बद्ध्वा शिरसि चाञ्जलिं महाभाग्योदये विप्र साधूनां सङ्गतिर्भवेत् गङ्गादि सर्वतीर्थेषु यो नरस्नादि सर्वदा यकरोति सदां सङ्गं तयोत्सत्सङ्गतिर्वरा गुरूणां सङ्गमो विप्र दृष्टा दृष्टफलो भुवि स्वर्गदो रोगहारी च किन्तु सोपद्रवो मदः इत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम् इमा गन्धर्वकन्यास्ता बधुसोऽयं ममात्मजः सर्वेऽपि शाचरूपेण मिथशापविमोहिताः दीनाननास्तु तिष्ठन्ति तवाग्रे मुनिसत्तमः त्वद्दर्शनेन बालानां निस्तारोऽद्य भविष्यति सूर्योदये तमस्तोमः किं न लीयेदगह्वरे श्रुत्वा तल्लोमशो राजन् कृपार्द्री कृतमानसः प्रत्युवाच महातेजास्तं मुनिं पुत्रदुःखितम् मत्प्रसादाच्च बालानां स्मृतिः सपदि जायतां धर्मं च वच्मितं येन मिथशापो लयं व्रजेत् वेदनिधिरुवाच महर्षे कथ्यतां धर्मो मुच्यन्ते येन बालकाः नायं कालो विलम्बस्य शापाग्निर्दारुणो यतः लोमश उवाच मया सार्धं प्रकुर्वन्तु माखस्नानं विधानदः शापान्मुच्यन्ति माखांस्ते नान्यथा निष्कृतिर्भवेत् शापपापफलं विप्र पापनाशो भवेन्नृणां माखस्नानेन तीर्थे च इति मे निश्चिता मतिः तप्तजन्मकृतं पापं वर्तमानं च पादकं माखस्नानं दहेत् सर्वं पुण्यतीर्थे विशेषतः प्रायश्चित्तं न पश्यन्ति यस्मिन् पापे मुनीश्वराः पादकं पुण्यतीर्थेषु नश्येत्तदपि माकदः ज्ञानकृन्मानस्ये माकस्तस्मान्मोक्षफलप्रदः हिमवत् पृष्ठतीर्थेषु सर्वपापप्रणाशनः इन्द्रलोकप्रदोच्छोदे निर्दिष्ठो वेदवादिभिः सर्वपापहरो माखो मोक्षदो बदरीवने पापः दुःखहरी च सर्वकामफलप्रदः रुद्रलोकप्रदो माखो नार्मदे पापनाशनः यामुनसूर्यलोकाय भवेत् कल्मषनाशनः सारस्वतो कविध्वंसी ब्रह्मलोकफलप्रदः विशालफलदो माको विशालायां द्विजोत्तम पादकेम् धन दावाग्निर्गर्भहेदु क क्रियापहः विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः सरयू गण्डकी सिन्धुश्चन्द्रभागा च कौशिकी तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका कावेरी तुङ्गभद्रा च अन्यायाश्च समुद्रगाः आशुमाकी नरो यादिस्वर्गलोकं विकल्मषः नैमिषे विष्णुसायुज्यं पुष्करे ब्रह्मणोऽन्तिकम् आखण्डलस्य लोको हि कुरुक्षेत्रे तु माखदः माखो देवह्रदे विप्रयोगसिद्धिफलप्रदः प्रभास्ये मकरादित्ये स्नानाद्रुद्रगणो भवेत् देवक्यां देवदा देहो नरो भवति माखदः माकस्नानेन भो विप्र गोमत्यां न पुनर्भवः हेमकूडे महाकाले ओङ्कारे अमरेश्वरे नीलकण्ठेर्बुदे माकाद्रुद्रलोके महीयते सर्वासां सरिदां विप्र सङ्गमे मकरेरवौ स्नानेन सर्वकामानावाप्तिर्जायते नृणां माघस्तु प्राप्यते धन्यैः प्रयागे द्विजसत्तम अपुनर्भवदं तत्र सिदासिदजलं यतः गायन्ति देवाः सतदं दिविस्था माघप्रयागे किल नो भविष्यति स्नानान्नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसन्निधौ मज्जन्ति ये पितृहमत्र मानवास्तीर्थे प्रयागे बहु पापकञ्चुकाः व्रजन्ति तेनो निरयेषु धर्मिणः स्वर्गे शुभे चारुचरन्ति देववद तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतं पुरः माके प्रयागस्य तयोर्द्वयोरभून्माको गरीयानद एव सोऽधिकः वादाम्बुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसञ्चितैः योगैश्च संयान्ति नरा नदां गतिं स्नानेन माखस्य हि यान्ति यां गतिं स्नाताश्च ये मकरभास्करोदये तीर्थे प्रयागे सुरसिन्धुसङ्गमे तेषां गृहद्वारमलङ्करोति किं भृङ्गावलि कुञ्जरकर्णताडिदा यो राज सूयाद्धयमेधयज्ञदस्नानाद्बलं सम्प्रददाति चाधिकं पापानि सर्वाणि विलोप्य लीलया नूनं प्रयागस्स कथं न सेव्यते अवन्तिविषये राजा वीरसेनो भवत्पुरा नर्मदातीरमागत्य राजसूयं चकारसः षोडशैरश्वमेधैश्च स्वर्णवाडविराजितैः स्वर्णभूषणयूपाढ्यैरीजेशोऽपि यथाविधि प्रददौ धान्यराशींश्च द्विजेभ्य पर्वतोपमान् वदान्यो देवता भक्तो गोप्रदः स सुवर्णदः ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा कृषीवलो दुराचारः सर्वधर्मबहिष्कृतः कृषिकर्मसमुद्विग्नो बन्धुभिश्चाप्यसंस्कृतः इतस्ततः परिभ्रम्य निर्गधक्षुत्पिपीडितः दैवतः सार्धमाविश्य प्रयागं स समागतः महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् अनघस्नानमात्रेण भूत्वेह सद्विजोत्तमः प्रयागाचलितस्तत्र पुनर्यस्मात् समागतः स राजा सोऽपि विप्रश्च विपन्ना वेकदा तदा तयोर्गतिसमादृष्टा मया शक्रस्य सन्निधौ तेजोरूपं बलं स्त्रैणं देवयानं विभूषणं पारिजातमयी माला नृत्यं गीतं तयोः समम् इति दृष्टं हि माहात्म्यं क्षेत्रस्य कथमुच्यते मा कस्सिदासि देवि प्र राजसूयै समो मदः धनुस्त्रिशतविस्तीर्णे सिदनीलाम्बुसङ्गमे पुनरावृत्तिर्माघी राजसूयी पुनर्भवेद् माघमासीय पातोऽपि सितासितजलं स्पृशेद् अधर्म्यं न स्पृशेन्नूनं महापादकः हि सः किमत्र बहुनोक्तेन श्रूयतां द्विजनिश्चितं समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेद् अत्र ते कथयिष्यामि सावधानमधिशृणु पिशाच मोचनं नाम इतिहासं पुरातनं शृण्वन्त्यप्सरसो बालाः शृणोतु त्वत्सुतस्तथा मत्प्रसादा स्मृतिर्लब्ध्वा पैशाच्यान्मुक्तिकामिनः पुरा देवद्युतिर्विप्रो वैष्णवो वेदपारगः पिशाचान्मोचयामास करुणाप्लुतमानसः दिलीप उवाच पुत्रस्थितः कस्य पुत्रो नियमः कोऽस्य वाजपः केन वा वैष्णवो वृत्तः के पिशाचाश्च मोचिताः एतद्विस्तरधः सर्वं कीर्तयस्व महामुने कौतूहलं महापुण्यं शृणु मस्त्वत्प्रसाददः वसिष्ठ उवाच प्रक्षप्रश्रवणे पुण्ये सरस्वत्यास्तडे शुभे तत्राश्रमपदं तस्य शैलमाश्रित्य शोभनम् शालैस्तालैस्तमालैश्च बिल्वैर्बकुलपाडलैः तिन्दिडीचिरिबिल्वैश्च चूदचम्पककाञ्चनैः करञ्जैः कोविदारैश्च केसरैः कुञ्जराशनैः तिलकैः कर्णिकारैश्च कुम्भैः कादिरदिन्दुकैः वानीरैः साल्वजम्बीरैः पीलूदुम्बुरवेदसैः शाकोटैरडरूषैश्च करहाडैर्वडद्रुमैः खोण्डाकुटज पालाशैरशोकैः शोकहारिभिः जम्बूनिम्बकदम्बैश्च क्षीरिकाकरमर्दकैः बीजपूरैः सनालिङ्गैः रम्भाराजिविराजितैः पनसैरसवद्भिश्च नारिकेलैः सदाफलैः सप्तच्छदैस्त्रिपत्रैश्च शिरीषामलकैः शुभैः कर्कन्धूलकुचैरक्षैः पारिभद्रैर्वचादिभिः केतकैः सिन्धुवारैश्च तगरैः कुन्दमल्लिकैः पद्मेन्दीवरकह्लारमालदीयूथिकादिभिः मालदीमोगरैश्चैव जादीफलविराजितैः पुन्नागैः किं शुकैश्चैव बर्बरीतुलसीद्रुमैः आश्रमो रमणीयः सद्रुमैर्नानाविधैर्नृप वनमध्ये नदीयादि पुण्यतोया सरस्वती कुञ्चदि सारसास्तत्र मदस्निग्धकलं सदा नदन्ति कोकिला शब्दं गुञ्जन्ति च मधुव्रताः बहुकोलाहलं भूप तद्वनं शुकसारिभिः चरन्ति स्वापदास्तत्र विविधाः काननोत्तमे सदा फलं सदा पुष्पं परागकणधूसरम् आच्छन्नं काननं सर्वं मधुवृक्षैः समन्तदः नवपल्लवसञ्जातमञ्जरीभरवल्लिभिः आश्लिष्टमभितो रम्यं प्रियाभिरिववल्लभः तस्य शापभयात्रस्तो वादो वादिसमन्तदः न वर्षन्त्यस्मभिर्मेखा न शोषयति भास्करः वनं नोपद्रवं तद्धि सदा सिद्धनिषेविदम् आह्लादजनकं नित्यं वनं चैत्ररद्धं यद्धा तस्मिन्वसधि धर्मात्मा देवद्युतिर्द्विजोत्तमः पुत्रः सुमित्रो विप्रस्य लब्धो लक्ष्मीपदेर्वराद नियमश्रूयतां तस्य सर्वदा नियतात्मनः ग्रीष्मे पञ्चतपानित्यं सूर्यन्यस्तविलोचनः वर्षत्कादम्बिनी यावद्वर्षा स्वभ्रावकाशगः वादे प्रवादे निष्कम्भो दुःसहो हिमवानिव वस्त्यप्सु स हेमन्ते ह्रदे सारस्वते द्विज उपस्पृशति काले सत्रिवारं वारिनिर्मलं पितृन्देवान् ऋषिनित्यं सन्दर्पयति श्रद्धया ब्रह्म यज्ञपरो नित्यं सत्यवादी जितेन्द्रियः भूमौ विश्राम्य विश्रान्तः प्रदध्यौ प्रार्थयन् हरिं वन्यैर्जुहोत्यग्निहोत्रं श्रद्धयातिथिपूजकः चान्द्रायणविधानेन कालं नयति सर्वदा स्वयं विगलिधैः पत्रैः फलैर्वृत्तिं समीहते अनुद्विघ्नस्तपोनिष्ठो वेदवेदाङ्गपारगः धमनी विकरालोऽसावस्ति मात्रकलोवरः इद्धं जगाम वर्षाणां सहस्रं तस्य कानने तदा जज्वालशैलोऽसौ तपःसस्तस्य तेजसा सोढुं न शक्यते भूतैस्तेजस्तस्य महात्मनः वैश्वानर इवाभादिप्रज्वलं तपसा द्विज गतवैराणि भूतानि समजायन्त तद्वने मृगव्याघ्राघुमार्जारा मिथ क्रीडन्ति निर्भयाः अन्योऽपि नियमस्तस्य श्रूयदा मदिदुर्लभः नारायणं त्रिकालं स सम्पूजयति नित्यशः पुष्पाणां तु सहस्रेण विकचेन सुगन्धिना वेदसूक्तविधानेन विष्णुध्यानपरायणः विष्णोः सम्प्रीतये विप्रः कुरुदे कर्म चाखिलं दधीचे वरदानात् स सञ्जातो वरवैष्णवः एकदामासि वैशाखे एकादश्यां महामुनिः पूजां कृत्वा हरेरम्यां विचित्रामकरोस्तुतिं तदैव खगमारुह्य देवो देवो हरिस्वयम् आजगाम पुरस्तस्य तया स्तुत्यादिहर्षितः तं दृष्ट्वा गरुडारूढं प्रत्यक्षं जलदच्छविं चतुर्बाहुं विशालाक्षं सर्वालङ्कारभूषितम् उद्भूतपुलको विप्रसानन्दजललोचनः जगाम शिरसा भूमौ कृतकृत्यमनास्तदा न ममौ तेन हर्षेण स ब्रह्माण्डोदरेपिः न सस्मार निजं देहं ब्रह्मभूत इवाभवद तदसम्भाषितप्रीत्या हरिणा वैष्णवो मुनिः देवद्युदे विजानामि मद्भक्तस्त्वं मदाश्रयः सम्न्यस्ताखिलकर्मासि मद्भावो मन्मनाः सदा वरं ब्रूहि प्रसन्नोऽस्मि स्तोत्रेणानेन चानक इति श्रुत्वा हरेर्वाक्यं प्रत्युवाच स तापसः देव देवारविन्दाक्षस् स्वमाया धृतविग्रह त्वद्दर्शनात् सदा देव दुर्लभो नापरो वरः ब्रह्मादयसुराः सर्वे योगिनः सनकादयः त्वां साक्षात् कर्तुमिच्छन्ति सिद्धाश्च कपिलादयः अहं ममेदि पाशाये मोहलोभाशुभाशुभाः सहेदुकाश्च दह्यन्ते दृष्टे त्वयि परावरे जन्मनः कर्मणो बुद्धेराविर्भूतं फलं मम यद्दृष्टोऽसि जगन्नाथ प्रार्थये किमध परं न वरार्थं हि देवेश त्वत्पादपङ्कजं हृदि चिन्तयामि सदा भक्रिया त्वद्गदेनान्तरात्मना इममेव वरं याचे त्वद्भक्तिरचला मम अस्तु वै कमलानाथ प्रार्थये नापरं वरं यदि श्रुत्वा वचस्तस्य प्रसन्नवदनो हरिः प्रत्युवाच प्रसन्नात्मा एवमस्तु द्विजोत्तम अन्यस्ते तपसः कश्चित् प्रत्यूहो न भविष्यति ये दच्च त्वत्कृतं स्तोत्रं ये पठिष्यन्ति मानवाः तेषां मद्विषया भक्तिर्निश्चला च भविष्यति धर्मकार्यं च यत्किञ्चित् साङ्गं सर्वं भविष्यति ज्ञाने च परमानिष्ठा तेषां स्थास्यति निश्चला इत्युक्त्वान्तर्हितस्तत्र देवदेवो जनार्दनः देवद्युधिष्ठदारभ्य नारायणपरोऽभवद दिलीप उवाच महर्षेऽनुगृहीतोऽस्मि कथया पावनीकृतः अनया विष्णुसङ्गत्या गङ्गयेवाहमद्य वै किं तस्तोत्रं समाख्याहि प्रसन्नो येन माधवः तस्यानखस्य विप्रस्य महत्कौतूहलं मम त्वत्प्रसादादहं विप्र मन्ये प्राप्तं मनोरथं महदां सङ्गदिक्कस्य महत्वाय न कल्पते कथयस्व प्रसादेन विष्णोस्तोत्रमनुत्तमं येन तुष्टः स भगवान् ददौ तस्य च दर्शनं वसिष्ठ उवाच कथयामि रहस्यं ते यज्जप्तं स्तोत्रमुत्तमं प्राग्गृहीतं सुपर्णेन गरुडान्मयि चागतम् अध्यात्मगर्भसारं तन्महोदयकरं शुभं सर्वपापहरं भूपस्वात्मज्ञानकरं परम् ॐ नमो वासुदेवाय नमो विश्वाय चक्रिणे भक्तप्रियाय कृष्णाय जगन्नाथाय शार्ङ्गिणे स्तोदास्तुत्यस्तुति सर्वं जगद्विष्णुमयं यदा तदा संस्तूयते केन भक्तिर्मोदकरी नृणां यस्य देवस्य निःश्वासो वेदासाङ्गात्सूत्रकाः का स्तुतिप्रमुदे तस्य भक्र्याहं मुखरोभवम् चक्रवद्भ्रमदे सर्वं त्रैलोक्यं सचराचरम् अतस्त्वं गीयते देव चक्रपाणिवरायुध वेदो न वक्ति यं साक्षान्न च वाग्वेत्ति नो मनः मद्विधस्तं कथं स्तौति भक्तिमान्वा कथं भवेद ब्रह्मादिब्रह्मविष्णुस्त्वं त्वमेव सकलाश्रयः सृष्टा ब्रह्मनिधानं च शुद्धं ब्रह्मत्वमेव च कोऽयं कायस्तव विभो भित्त्वा स्पृशति कायिनं कायदोषैर्न चाक्रातस्तस्मै नमोऽस्तु योगिने देवभावेन जागर्ति न निद्रादि निजात्मनि सुखसन्दोह बुद्धिर्या सा त्वं विष्णो न संशयः महादादयो महाभावास्तथा वैकारिका गुणाः त्वमेव नाथ तत्सर्वं नानात्वं मूढकल्पना केशकेशवरूपाभिः कल्पना तिसृभिस्तथा त्वमेव कल्पसे ब्रह्म पुमानिव सुदादिभिः विदोषं विगुणं चैघं चिन्मूर्तिरखिलं जगद कवीनां भादि यत्तत्त्वं तं विष्णुं नौमि निर्मलं यस्य ज्ञानेन कुर्वन्ति कर्मापि श्रुतिभाषितं निरीक्षणा जगन्मित्राः शुद्धं ब्रह्म नमामि तद ध्वस्तेतरच्च सन्मात्रं यत्प्रबोधादुपासदे योगिनः सर्वभूतेषु सद्रूपं नौमि तं हरिं ब्रह्माहमिति गायन्ति यं ज्ञात्वैकं वरा द्विजाः पश्यन्तो हि त्वया तुल्यं देवतं नौमि माधवं मायया मोहवैचित्र्यं तथाहं ममतां नृणां यो नाशयति पापौकान्नमस्तस्मै चिदात्मने। प्रयाणे वा प्रयाणे च यन्नाम स्मरदां नृणां सद्यो नश्यन्ति पापौका नमस्तस्मै चिदात्मने। मोहानललसज्ज्वालाज्वलल्लोकेषु सर्वदा यत्पादाम्भोरुहच्छायां प्रविष्टश्चन दह्यते यस्य स्मरणमात्रेण न मोहो नैव दुर्गतिं न रोगा नैव दुःखानि तमनन्दं नमाम्यहं कामयन्ते प्रजा नैव धिषणाभ्यः समुद्धिताः लोकमात्मैव पश्यन्ति यम्बुद्ध्वैकचरा जनाः। शब्दार्थः संविदर्थश्च विष्णोर्नामपरो यदि सत्येन तेन संसारो मा संस्पृशतु माधव। नारायणो जगद्व्यापी यदि वेदादिसम्मतः सत्येन तेन निर्विघ्ना विष्णुभक्तिर्ममास्तु वै। यो न बीजं विना बीजं बीजे यो बीजभाविदः स विष्णुर्भव बीजं मे सिद्धविद्यासिनाद्यदु। त्रितनुर्नडवध्यस्तु सृष्टिस्थितिलयेषु च गुणैर्भवति कार्येषु सप्रसीदतु मे हरिः। दशदेहावतीर्णो यो धर्मत्राणाय केवलम् अभ्यर्थिदसुरैः सर्वैः सप्रसीदतु मे हरिः। ब्रह्मादिस्तम्भपर्यन्तं प्राणिहृन्मन्दिरे मलः एको वसति यो देवः सप्रसीदतु मे हरिः। इच्छां चक्रे स देवाग्रे एकश्चैव बहुस्तथा प्रविष्टो देवता स्रष्टा सप्रसीदतु मे हरिः। हृखगमसमखादिखादिदखक्रियखगः कम्ब्रह्मा खादिभुक्चान्दे कमूर्तिस्त्वं मकाशनः। यद्भासायन्मुदायस्य मायया सज्यते जगद जाड्यं दुःखमसत्यं च स भवानेव तन्मयः। त्वत्सृष्टं मोददे विश्वं त्वत्यक्रमशुचिर्भवेत् तत्सङ्गतोऽप्यसङ्गस्त्वं विकारस्तेन तेन हि। भूतयोगजचैतन्यं चार्वाकायमुपासते सौगदा भ्रवदे तर्कैस्त्वां बुद्धिं क्षणभङ्गुरां शरीरपरिमाणं त्वां मन्यं ते जिनदेवताः। ध्यायन्ति पुरुषं साङ्ख्यास्त्वामेव प्रकृतेः परं जन्मादिरहितपूर्वं यस्यादानन्दलक्षणं त्वामेवोपनिषद्ब्रह्म चिन्तयन्ति परस्परं। कादिभूतानि देहश्च मनो बुद्धीन्द्रियाणि च विद्या विद्ये त्वमेवात्र नान्यत्वस्ति किञ्चन। त्वं धाता सर्वभूतानां त्वमेव शरणं मम त्वमग्निस्त्वं हविशक्रो होदा मन्त्रक्रियाफलं। त्वमस्ति नास्ति वैकुण्ठत्वामहं शरणं गदः। त्वं कर्म फलदाता च दीक्षितानां क्रियाफलं त्वं हेतुः सर्वभूतानां त्वमेव शरणं मम। युवतीनां यथा यूनि यूनां च युवतौ यथा मनोभिरमदे तद्वत्प्रीतिर्मे रमदां त्वयि। अभिपापं दुराचारं नरं त्वत्प्रणदं हरे नेक्षन्दे किङ्करायाम्या उलूकास्तपनं यथा तापत्रयमखौखश्च तावत्पीडयदे जनं यावस्मरधिनो नाथ भक्त्या त्वत्पादपङ्कजं यं न स्पृश्यन्ति गुणजातिशरीरधर्मा यं न स्पृश्यन्ति गदयस्त्वखिलेन्द्रियाणां यं च स्पृश्यन्ति मुनयो गदसङ्गमोहास्तस्मै नमो भगवते हरये करोमि स्थूलं विलाप्यकरणे करणं निदाने तत्कारणं करणकारणस्वर्जिते च युद्धं विलाप्यमुनयः प्रविशन्ति तत्र तस्मै नमोऽस्तु हरये मुनिसेविताय यद्ध्यानसंवहनपूर्णवशीकृतान्दामैश्वर्य चारुगुणिनीं सुखमोक्षलक्ष्मीम् आलिङ्ग्यशरद इहात्मसुखैकभाजतस्मै नमोऽस्तु हरये मुनिसेविताय जन्मादिभावविकृतेर्विरहस्वभावे यस्मिन्नयं परिधुनोदि षडूर्मिवर्गः यं तापयन्ति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हार्दं यद्ध्यानसङ्गदमलं विजहात्य विद्यां यद्ध्यानवह्निपतितं जगदेदिनाशं यज्ञानमुल्लसदसिद्ध्यदि संशयारिं तं त्वां हरिं विशदि बोधखनं नमामि चराचराणि भूतानि सर्वाणि च हरेर्वशे यथात्र तेन सत्येन पुरस्तिष्ठतु मे हरिः यथा नारायणः सर्वं जगस्तावरजङ्गमं तेन सत्येन मे रूपं प्रदर्शयतु केशवः भक्तिर्यथा हरौ मेऽस्ति तद्वरिष्ठा गुरौ यदि ममास्ति तेन सत्येन स्वं दर्शयतु केशवः तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिन्तयन् दर्शयामास चात्मानं सप्रीदः पुरुषोत्तमः ततो दत्त्वा वरं तस्य पूरयित्वा मनोरथम् जगामकमलाकान्तस्तुत्या विप्रेणतोषितः कृतकृत्यो द्विजसोऽपि वासुदेवपरायणः शिष्यैः सार्धं जपन् स्तोत्रं तस्मिन्नास्ते तपोवने कीर्तयेद्यन इन्धनस्तोत्रं न शृणुयाद्योऽपि न मानवः अश्वमेधस्य न यज्ञस्य न प्राप्नोति न विपुलं न फलम् आत्मविद्याप्रबोधं च लभते ब्राह्मणः सदा न पापे जायते बुद्धिर्नैव पश्यत्यमङ्गलं बुद्धिस्वास्थ्यं मनस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा नृणां भवति सर्वेषामस्य स्तोत्रस्य कीर्तनाद विचार्यार्थं जपेद्यस्तु श्रद्धया तत्परो नरः स विधूयेह पापानि लभते वैष्णवं पदं लभते वाञ्छितान् कामान् पुत्रपौत्रान् पशूंस्तथा दीर्घमायुर्बलं वीर्यं लभते स सदा पठन् तिलपात्रसहस्रेण गोसहस्रेण यद्भलं तद्भलं समवाप्नोति य इमां कीर्तये स्तुतिं धर्मार्थकाममोक्षाणां यं यं कामयदे सदा अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः आचारे विनये धर्मे ज्ञाने तपसि सन्नये नृणां भवति नित्यं धीरिमां संशृण्वदां स्तुतिम् महापादकयुक्तो वा युक्तो वा ह्युपपादकैः सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात् सकृत प्रज्ञालक्ष्मीर्यशकीर्तेः ज्ञानधर्मविवर्धनं दुष्टग्रहोपशमनं सर्वाशुभविनाशनं सर्वव्याधिहरं पद्यं सर्वारिष्टनिषूदनं दुर्गते स्तरणं स्तोत्रं पठितव्यं द्विजादिभिः नक्षत्रग्रहापीडासु राजचोरभयेषु च अग्निचोरनिपातेषु सद्यसङ्कीर्तयेदिदं सिंहव्याक्रभयं नास्ति नाभिचारभयं तथा भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च पृतनादृम्भकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा नृणां क्वचिद्भयं नास्ति स्तवे ह्यस्मिन् प्रकीर्तिते वासुदेवस्य पूजां ह्यकृत्वा स्तोत्रमुदीरयेद लिप्यदे पादकैर्नासौ पद्मपत्रमिवाम्भसा गङ्गादिपुण्यतीर्थेषु या स्नानैर्नाप्यदे गतिः तां गतिं समवाप्नोति पठन् पुण्यामिमां स्तुतिम् एककालं द्विकालं वा त्रिकालं वा भियः पठेद् सर्वदा सर्वकालेषु सोक्षयं सुखमश्नुते चतुर्नामपि देवानां त्रिरावृत्या जयद्फलं तद्फलं लभते स्तोत्रमधीयानः सकृन्नरः अक्षय्यं धनमाप्नोति स्त्रीणां भवति वल्लभः पूजां विन्दन्ति लोकेऽस्मिं श्रद्धया संस्मरन् हरिं सर्वदा सम्पदायुक्तो विपदं नैव गच्छति गोभिर्न ह्रियते स्तोत्रं नित्यं ह्यकीर्तयेद्धियत अलक्ष्मीकालकर्णी च दुःस्वप्नं दुर्विचिन्तितं सद्यो नश्यन्ति भक्तानामेदं संशृण्वतां स्तवम् प्रादरुद्धाय योधीते शुचिर्विष्णुपरायणः अक्षय्यं लभते सौख्यमिह लोके परत्र च देवद्युतिप्रणीतं वै विष्णुप्रीतिकरं शुभम् विष्णुप्रसादजननं विष्णुदर्शनकारकं योगसारमिदं नाम स्तोत्रं परमपावनं यः पाठेत् सततं भक्त्या विष्णुलोकं स गच्छति इति ते कथितं स्तोत्रं गुह्यं पापप्रणाशनम् अद ऊर्ध्वं प्रवक्ष्यामि पिशाचस्य विमोचनम् इति श्री आत्मे महापुराणे उत्तरखण्डे योगसारस्तोत्रकथनं नाम अष्टाविंशत्यधिकशततमोऽध्यायः ॐ